सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. संसारविषवृक्षस्य द्वे फले अमृतोपमे सुभाषितरसास्वादः सङ्गतिः सुजनैः सह. इत्युक्ते यद्यपि अयं संसारः इत्युक्ते संसारः इत्युक्ते अस्माकं जीवितं कश्चन विषसहितवृक्षः, तथापि अस्य वृक्षस्य द्वे फले स्तः, ते अमृतेन तुल्यम् इत्युक्ते ते द्वे फले अपि अमृतम् इव स्तः इत्युक्ते अमृतम् अमृतसमानं. परन्तु ते फले के इति चिन्तयामश्चेत् एकं फलमस्ति सुभाषितानां रसास्वादनम्. इत्युक्ते यदि वयं सुभाषितानि शृणुमः तदा आनन्दम् अनुभवामः, इत्युक्ते रसानुभूतिं प्राप्नुमः. अन्यं फलमस्ति सज्जनानां सङ्गः, इत्युक्ते सज्जनैः सह मेलनम्. यदि वयम् इदं फलद्वयम् इच्छामः तर्हि संस्कृताध्ययनेन एव तत् प्राप्तुं शक्यम्. संस्कृताध्ययनेन संस्कृतसुभाषितानि पठित्वा अवगम्य अनुभूतिं प्राप्तुं शक्नुमः, अपि च सज्जनानां जीवनविधानम् अपि परिशीलयितुम्, अपि च उत्तमानि पुस्तकानि पठितुं ज्ञानं सम्पादयितुं शक्यम्. इत्युक्ते संस्कृतभाषायाः अध्ययनेन उपरि उक्तं फलद्वयम् अपि अस्माभिः प्राप्यते. अतः विलम्बेन विना संस्कृतभाषायाः अध्ययनं कुर्मः. उत्तमम्. अधुना प्रथमतया किं कुर्मः इत्युक्ते अत्र गृहपाठविषये किञ्चित् चिन्तनं कृत्वा अग्रे गच्छेम. अत्र भूमा भगिनी, भवती वदतु गृहपाठः किम् आसीत्? गृहपाठः शीघ्रं मन्दं अनैः श्रावयतु भगिनि, वाक्यानि श्रावयतु. दश पदानि गत्वा वाक्येन रचयितुम् इति गृहपाठमस्ति. श्रावयतु मन्दम् उच्चैः शनैः. हा, अहं वाक्यानि वदतु. प्रातःकाले शीघ्रमेव उत्तिष्ठामि. सर्वे भोजनं मन्दं खादनीयम्. मृगाः उच्चैः गर्जन्ति. शनैः ध्यानं करणीयम्. उत्तमम्. एषा शाटिका सम्यक् अस्ति. एषः ग्रन्थं सम्यक् अस्ति, समीचीनमस्ति. एषः ग्रन्थः समीचीनः अस्ति. समीचीनः, ओ समीचीनं, समीचीनः उक्तव्यं. किमपि समीचीनमपि सम्यक् एव. अस्तु, उत्तमं. गीता पठनीयं, बहु उत्तमम्. उद्यानवने पुष्पाणि. भगिनी तस्मिन् वाक्ये गीतायाः पठनं इति वदति. गीतायाः पठनं, षष्ठी. गीतायाः पठनं उत्तममस्ति. किमर्थं चेत् तत्र पठनं इति पदं ल्युट् अन्तपदं, ल्युट् प्रत्ययान्तपदं. साधारणतया ल्युट् प्रत्ययान्तपदात् पूर्वं षष्टिविभक्तेः उपयोगः भवति. धन्यवादः. सुन्दरं, सुन्दरम् उद्यानवनं सुन्दरमस्ति. कथं भवतः आरोग्यं कथमस्ति? संस्कृत भाषां किमर्थं पठनीयम्? उत्तमं. किमर्थं पठनीयं? भवती एव वदतु उत्तरं. वदतु, एकवारं वदतु भगिनि. संस्कृतभाषायाम् अनेकानि सुभाषितानि सन्ति, ग्रन्थाणि च सन्ति. ग्रन्थाः अपि सन्ति. ज्ञातुं संस्कृतं संस्कृतभाषेन एव वयं पठितुं शक्नुमः. भाषया एव संस्कृतभाषया भाषेन इति न वदामः. भाषा इति पदम् आकारः संस्कृतभाषया ज्ञातुं शक्नुमः अवगन्तुम् अपि शक्नुमः. उत्तमं, तावदेव वा? तावदेव. उत्तमं, धन्यवादः. सर्वे श्रावयितुम् इच्छन्ति वा? नो चेत् अन्यानि पदानि ज्ञास्यामः वा? डु यु आल्? किमर्थं चेत् अत्र पदानि सरलानि एव, अत्र किमपि काठिन्यं नास्ति. तदर्थं भवन्तः सर्वे श्रावयितुम् इच्छन्ति चेत् श्रावयन्तु, नो चेत् अद्य इतोपि अन्यान् अभ्यासान् कुर्मः, इतोपि नूतनान् विषयान् ज्ञास्यामः. भवन्तः किं कर्तुम् इच्छन्ति एकवारं वदन्तु. अहमपि वाक्यद्वयं श्रावयामि भगिनि. सर्वे श्रावयन्तु, नो चेत् अत्र किमर्थं चेत् अत्र बहवः अभ्यासाः सन्ति. वयं सर्वान् अभ्यासान् कृत्वा इतोपि अन्यान् विषयान् ज्ञास्यामः. किमर्थं चेत् भवन्तः सर्वे एतानि दशपदानि ज्ञातवन्तः एव, एतानि सरलानि एव. श्रावयन्तु. शोभा भगिनी श्रावयतु. बिकास् अ कपल् आफ् सेण्टेन्सस् ऐ वुड् लैक् टु नो इस् दट् करेक्ट् आर् नाट्. तथा भगिनि, यत् गृहं मन्दम् अथवा शनैः चरति तत् गृहं मन्दम् अथवा शनैश्चरम् इति नामैः वयं जानीमः. अत्र एकं वदामि, नामः न वदामः. किमर्थं चेत् नाम इति पदं सर्वदा नाम एव. किमर्थं चेत् अत्र नकारान्तपदं नाम, नामनी, नामानि तथा भवति. बहुवचने नामानि इति भवति, न कदापि नामः. इत्युक्ते पदं नकारान्तपदं, न तु अकारान्तपदम्. ओके, देन् फर् नामेण रूपं किं भवति? किं भवति भगिनि? इति like by those names we know them. We know that graha. And aham namaihi vadami yataha aham in aham yaha senaihi charati saha eva senaischaraha. Okay, yeah, I can stop there too. अथवा शनैश्चरः. अत्र यः शनैः चरति, शनैः इति अव्ययम् इति कृत्वा शनैः चरति शनैश्चरः. तत्र विसर्गसन्धिः भूत्वा अत्र विसर्गस्य स्थाने शकारादेशः. अत्र विसर्गसन्धिः अपि च स्च्युत्वं, स्च्युत्वसन्धिः अपि भवति. तदर्थमेव अत्र शनैश्चरः इति पदमागच्छति, सः एव शनिः. अहं जानामि अद्यतन टिल् यस्टर्डे. ह्यतन सम्यक् अस्ति वा भगिनि? ह्यस्तन. अत्र विसर्गः लुप्यते. इत्युक्ते ह्यः वयं जानीमः, अत्र तनयोजनेन अत्र विसर्गः न तिष्ठति. ह्यस्तन अत्र न तु ह्यस्तन ह्यस्तन अत्र अभ्यासपुस्तके एव ह्यस्तन श्वस्तन अद्यतन वयम् अग्रे गत्वा ज्ञास्यामः. वदतु. ह्यस्तन शैत्यम् आसीत्, अद्य आरभ्य वातावरणं सम्यक् भविष्यति. अद्य आरभ्य भविष्यति, साधारणतया वयं भवति इति भविष्यति. उत्तमम्. शेषाणि वाक्यानि सरलमेव सन्ति भगिनि. शेषाणि वाक्यानि सरलमेव भवति, अहं मया सन्देहं नास्ति. समोन् एल्स् केन् इत्युक्ते अहं किं वदामि इत्युक्ते अत्र अस्माकं पार्श्वे बहूनि करपत्राणि सन्ति, तदर्थं ते सर्वे पठित्वा तान् सर्वान् पठित्वा वयं भगिनी साधु एव इतोपि साधु एवं वदति. ऐ अग्रि दट्स् वै ऐ अग्रि दट्स् वै वाक्यानि सन्ति भगिनि, कति वाक्यानि अहं पठामि भगिनि? किमपि श्रावयतु. आं भगिनि, अहं गृहकार्यं शीघ्रं कृत्वा कक्षाम् आगतवती. ऋषिः वने शनैः ध्यानं करोति. माता बालान् वदति, उच्चैः मा वदतु, कर्णविस्फोटनं भवति. एक वाक्यानि सन्ति परन्तु भगिनी बहु समय बहु पठितुम् अद्य बहु करपत्राणि सन्ति, भवती इच्छति चेत् अहं स्थगयामि. परन्तु एकः प्रश्नः अस्ति, उच्चैः शनैः सम्यक् एव अव्ययपदानि सन्ति न भगिनि? किं वदामि भगिनि, द रेस्ट् आफ् सेण्ट् वर्ड्स्, रेस्ट् इत्युक्ते किं वदामि? यथा अत्र शोभा भगिनी उक्तवती शेषाणि, शेषानि पदानि विशेषणमेव भवति न भगिनि? समीचीनम्, उत्तमं, सुन्दरं, शीघ्रं, मन्दं, सर्वे नपुंसकलिङ्गे अस्ति, परन्तु विशेषणम् एव अस्ति न भगिनि? विशेषपदानि. ओ अत्र दशसु पदेषु वा? दशसु पदेषु. आं भगिनि, त्रीणि एव अव्ययपदानि, शेषानि पदानि एव विशेषणम् एव भवति, परन्तु नपुंसकलिङ्गे एव अस्ति. तत्र सम्यक् इति पदमस्ति, सम्यक् अव्ययपदमेव अहं चिन्तयामि भगिनि. अहं अत्र एकवारं पश्येम. अत्र उत्तमं, सुन्दरं, समीचीनम् इति विशेषणानि, उच्चैः शनैः सम्यक् एतानि पदानि अव्ययानि. अनन्तरं धन्यवादः भगिनि. अधुना उषा भगिनि वदतु, श्रावयतु वाक्यानि. शीघ्रम्, अहं मध्याह्ने शीघ्रं भोजनं करोमि. मन्दं, अहं दूरदर्शनं पश्यामि, भवती कृपया मन्दं वदतु. उच्चैः, अहं मम पितृव्याः जङ्गमदूरवाण्याम् उच्चैः वदामि. शनैः, तरुण्यः शनैः नद्यां तरन्ति. सम्यक्, बालः दूरदर्शनं दृष्ट्वा सम्यक् भोजनं खादति. समीचीनं, काव्येषु रघुवंशं समीचीनम्. समीचीनं. सुन्दरेषु रघु सुन्दरं सुन्दरं, मम गृहस्य पुरतः सुन्दरं पुष्पाणि सन्ति. उत्तमं पतञ्जल्याः योग सुन्दरं नो सूत्रम् उत्तमम्. भगिनी अत्र पतञ्जल्याः वदामः वा, पतञ्जलिः इति पुंलिङ्गमस्ति चेत् पतञ्जलेः वदामः वा? पतञ्जलि पुंलिङ्ग अस्ति भगिनी, दृष्टवती वा भवती? पतञ्जलिः इति स्त्रीलिङ्गपदमस्ति चेत्, परन्तु ऋषिः तत्र पतञ्जलिः. सम्यक् एव, उत्तमं. भगिनि पतञ्जलि पुल्लिङ्गे एव पदमस्ति न भगिनि? अहं चिन्तयामि पतञ्जलिः पतञ्जलितोः अस्ति वा, पुरुषः अस्ति चेत् पतञ्जल्याः इति न वदामः, केवलं स्त्रीलिङ्गमस्ति चेत् भवती यदि उक्तवती तत् सम्यक् एव, भवती यद् उक्तवती तत् सम्यक्. हरिः एव भवति, तदहं चिन्तयामि. पतञ्जलि एव रचितवान् सर्वे अपि, पुल्लिङ्गे एव अस्ति अहं चिन्तयामि. अस्तु, इत्युक्ते अत्र उषा भगिनी यदुक्तवती यदि पदं स्त्रीलिङ्गपदमस्ति चेत् तत् सम्यक् एव. अधुना वयं किं कुर्मः इत्युक्ते, अत्र सर्वे प्रथमं करपत्रं पुरतः स्थापयन्तु. किमर्थं चेत् गते सप्ताहे अत्र उषा भगिनी उक्तवती वयति इत्युक्ते किं, वयामि वयति इति नूतनं पदं, तदर्थमेव. परन्तु अत्र सम्भाषणं सरलमेव, परन्तु एकवारं पश्येम. अत्र गीताञ्जलि अत्र सम्भाषणमस्ति आचार्यशिष्ययोः सम्भाषणम्, एकवारं पठेम. अत्र गीताञ्जलि भगिनी शिष्यः, रघुपति आचार्यमहोदयः आचार्यः, सम्भाषणं कुर्वन्तु. एकवारं वदामि, रघुपत्याचार्यमहोदय आचार्यः इति, तत्र आचार्यः शिष्यः इति मा वदन्तु, केवलम् एषः कः, सम्यक् रीत्या सम्भाषणं कुर्वन्तु. अत्र गीताञ्जलि भगिनी भवती शिष्या, अत्र शिष्यः, सम्भाषणं कुर्वन्तु. एषः कः? एषः कुम्भकारः. एषः किं करोति? सः घटं करोति. सः कीदृशं घटं करोति? सः स्थूलं घटं करोति. सः कया घटं करोति? सः मृत्तिकया घटं करोति. एतौ कौ? एतौ तन्तुवायौ. एतौ किं कुरुतः? एतौ वस्त्राणि वयतः. तौ कीदृशानि वस्त्राणि वयतः? तौ अमूल्यानि वस्त्राणि वयतः. तव कानि वस्त्राणि प्रियाणि? कार्पासीयानि वस्त्राणि मम प्रियाणि. मम मित्रस्य औणं वस्त्रं प्रियम्. एते के? एते चित्रकाराः. एते किं कुर्वन्ति? एते सुन्दराणि चित्राणि लिखन्ति. ते के? ते हरिणाः. ते किं कुर्वन्ति? ते हरितानि तृणानि खादन्ति. त्वं किं करोषि? अहं साहित्यं पठामि. युवां किं कुरुतः? आवां गीतं गायावः. यूयम् अद्य पठितवान् शब्दान् स्मरत? तथैव श्रीमान्. उत्तमम्, उत्तमरीत्या अभवत्, उत्तमम्. इत्युक्ते अत्र गते सप्ताहे उषा भगिनी पृष्टवती वयति इत्युक्ते किम्, अस्मिन् सम्भाषणे अत्र एतौ कौ, एतौ तन्तुवायौ, अत्र तन्तुः इत्युक्ते किं, गीताञ्जलि भगिनी वदतु तन्तुः इत्युक्ते. तन्तु स्पैडर् भगिनि, न न तन्तु, तन्तुः इत्युक्ते उकारान्तपदं तन्तुः. महोदय भवान् वदतु. तन्तु माङ्गल्यं, तन्तु, तन्तु मीन्स् थ्रेड्. उत्तमं. तन्तुः, तन्तुः इत्युक्ते थ्रेड्. तन्तुवायः इत्युक्ते वीवर्. अत्र एतौ द्वौ तन्तुवायौ इत्युक्ते अत्र तन्तु, तन्तुवायद्वयमस्ति इत्युक्ते अत्र तन्तुवायः इत्युक्ते यः वस्त्राणि निर्माति सः एव तन्तुवायः. वयं जानीमः एव अत्र यदि कल्याणं कुर्मः तदा माङ्गल्यं, यथा महोदयः उक्तवान् माङ्गल्यं तन्तुनानेन मम जीवनहेतुना इत्युक्ते तत्र अनेन तत्र अन्वयवाक्यं रचयामश्चेत् अत्र पूर्णं श्लोकमस्ति. माङ्गल्यं तन्तुनानेन मम जीवनहेतुना कण्ठे बध्नामि शुभगे त्वं जीव शरदां शतम् इति अस्ति. अनेन तन्तुना, अनेन तन्तुः, अनेन इत्युक्ते तत्र तृतीया विभक्तिः. अनेन तन्तुना तन्तुः कीदृशः मम जीवनहेतुना, तदपि तृतीया विभक्त्यन्तरूपमेव. कण्ठे बध्नामि, भवन्तः सर्वे जानन्ति एव एतानि पदानि. तत्र तन्तुः, तदर्थमेव सर्वे तेलुगुभाषायां वदन्ति तन्तु अभवत् वा इति वदन्ति. तन्तुः इत्युक्ते अत्र कार्यम् इति वदामः, परन्तु तन्तुः इत्युक्ते केवलं थ्रेड् अत्र. अनन्तरम् अत्र अमूल्यानि वस्त्राणि वयतः, गीताञ्जलिभगिनी वदतु वयतः रूपं किम्, रूपाणि वदतु, नवरूपाणि, नवरूपाणि वदतु जानाति चेत्. सः द्विवचनं, द्विवचनं द्वितीयविभक्ति पदम् अस्ति. उत्तमं. परन्तु अहं किं पृष्टवती, यदि भवती नवरूपाणि जानाति चेत् इत्युक्ते वयतः अत्र द्वितीया द्विवचने अस्ति, यदि भवती तत् क्रियापदस्य नवरूपाणि जानाति चेत् वदतु. अहं वदामि. वदतु भगिनि, वदतु. वयति, वयतः, वयन्ति, वयसि, वयतः, वयत, वयत, वयामि, वयावः, वयामः. उत्तमम्. इत्युक्ते सम्यक् रीत्या उक्तवती. केवलं मध्यमपुरुषे वयथः, वयथ सः. अत्र महाप्राण थकारः, वयथः, वयथ तथा एव उच्चारणीयम्. उत्तमं भगिनि. अनन्तरम् अत्र इतोपि नूतनानि पदानि सन्ति वा अत्र. कार्पासीयानि वस्त्राणि मम प्रियाणि इति उक्तवती गीताञ्जलि भगिनी, भवती वक्तुं शक्नोति वा कार्पासीयानि वस्त्राणि मम प्रियाणि अत्र. कार्पासीयानि वदतु. प्रश्नकः भगिनी, कार्पासीयानि इत्युक्ते किं नाम किम्? कार्पासी इत्युक्ते काटन्, काटन् प्लाण्ट्, काटन् वीविङ्ग् वित् काटन्. उत्तमम्, उत्तमम्. इत्युक्ते अत्र कार्पासीयानि वस्त्राणि मम प्रियाणि इति सा उक्तवती, शिष्यः उक्तवान्. इत्युक्ते कार्पासीयम् इत्युक्ते अत्र काटन्, नूतनं पदं. मम प्रियाणि, तत्र प्रियाणि इत्यस्मिन् वस्त्राणि, प्रियाणि इत्यस्मिन् तत्र णत्वमस्ति. आचार्यमहोदय भवान् वदतु केन सूत्रेण तत्र णत्वं भवति. जानाति चेत्. एकनिमिषं. कार्पासियानि वस्त्राणि अत्र रकारः अस्ति अतः रषाभ्यां नो नः नकारस्य रकारः अस्ति रकारस्य कारः अस्ति चेत् नकारस्य न भवति यदि मध्ये बाधा नास्ति चेत् अत्र अकारः अस्ति बाधा नास्ति अतः वस्त्राणि कार्पासीयानि अत्र न भवति अत्र सकार अस्ति अतः यकारः अस्ति बाधा अस्ति अतः कार्पासीयानि एव भवति प्रियाणि अत्र अस्ति प्रियाणि अत्र नकार नत्वं भवति प्रियाणि इत्युक्ते भवान् यदुक्तवान् तत् सम्यक् एव इत्युक्ते वस्त्राणि प्रियाणि पदेषु अत्र नत्वं किमर्थं भवति तत्र निमित्तमस्ति निमित्तं किं रेफः निमित्तमस्ति अनयोः पदयोः अनन्तरं नत्वं दन्त्यनकारः अपि च रेफः एकस्मिन् एव पदे अस्ति परन्तु साक्षात् अनन्तरं नास्ति साक्षात् अनन्तरं नास्ति इति कृत्वा रषाभ्यां नोणः समानपदे इति सूत्रं कार्यं न करोति परन्तु अट्कुप्वाङ्नुं व्यवायेति इति सूत्रं कार्यं करोति अतः वस्त्राणि प्रियाणि इति मूर्धन्यणकारादेशः अभवत् परन्तु कार्पासीयानि इति पदमस्ति तत्रापि निमित्तमस्ति परन्तु बाधकवर्णाः सन्ति बाधकवर्णः कः तस्मिन् पदे दन्त्यसकारः दन्त्यसकारः बाधकवर्णः इति कृत्वा तत्र कार्पासीयानि एव भवति न तु कार्पासीयाणि तत्र तथा न भवति अनन्तरम् अत्र आवूर्णं भगिनि एकः प्रश्नमस्ति भगिनि वदतु भगिनि कार्पासी पुंलिङ्ग अस्ति या नपुंसकलिङ्गं या स्त्रीलिङ्गम् अस्ति भगिनि अत्र अस्मिन् वाक्ये कार्पासीयानि अहं चिन्तयामि नपुंसकलिङ्गे अत्र दत्तमस्ति किमर्थं चेत् वस्त्राणि इति पदं नपुंसकलिङ्गे अस्ति इति कृत्वा अत्र विशेषणरूपेण वस्त्रम् इति पदं विशेष्यं कार्पासीयम् इति विशेषणं तत्र विशेषणविशेष्यभावः अस्ति इत्युक्ते समानविभक्तिकत्वं समानाधिकरण्यम् इति वदामः समानविभक्तिकत्वम् इत्युक्ते तत्र विशेषण यदि विशेषणविशेष्यभावः अस्ति चेत् तत्र यल्लिङ्गं यद्वचनं या च विभक्तिः तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि तदेव अत्र श्लोकः अस्ति तदर्थमेव अत्र समानविभक्तिकत्वम् अथवा समानाधिकरण्यम् इति वदामः उत्तमम् अनन्तरं पौर्णं वदतु महोदय भगिनि अत्र कार्पसः इत्युक्ते पुल्लिङ्ग कार्पसीयम् इत्युक्ते विशेषणम् अस्ति अतः त्रिलिङ्ग भवति वा अनेन इत्युक्ते अहं चिन्तयामि किमर्थं चेत् अस्मिन् वाक्ये विशेषणरूपेण प्रयुक्तमस्ति तदर्थमेव वस्त्राणि इति पदस्य विशेषणमिति कृत्वा केवलं तदपि नपुंसकलिङ्ग प्रथमाविभक्तिबहुवचने दत्तमस्ति कार्पसः इत्युक्ते काटन् कार्पसीयम् इत्युक्ते काटन् काटनि अत्र महोदय कार्पासः इति काटन् वदामः परन्तु अत्र कार्पासीय तत्र अन्यप्रत्ययः अत्र इत्युक्ते अत्र अन्यप्रत्ययः अपि योजयामः काटन् बट् मेड् आफ् काटन् तत्र भिन्नः अर्थः अस्ति अवगतं वा केवलं काटन् वदामश्चेत् कार्पासः इति वदामः परन्तु अस्माकं उद्देशः कः अत्र मेड् आफ् काटन् इति वक्तुम् इच्छामः अस्माकं विवक्षा अस्ति मेड् आफ् काटन् इति वक्तव्यम् अत्र अतः कार्पासीय वुडन् फर्निचर् इति सिम्लर् तथा उत्तमम्. अनन्तरम् और्णं वस्त्रं प्रियं. गीताञ्जलि भगिनी वदतु, और्णं वस्त्रम् इत्युक्ते और्णं नपुंसकलिङ्ग् पदम् इत्युक्ते उलन् उलन् भवती ऊर्णनाभिः ऊर्णनाभिः इत्युक्ते स्पैडर् इति अहं चिन्तयामि. अत्र और्णम् इति दत्तमस्ति. और्णम् इत्युक्ते किं वदतु, उलन् उक्तवती वा? और्णं नपुंसकलिङ्ग्. और्णं नपुंसकलिङ्ग्. किमर्थम् अत्र वस्त्रम् इति पदं दत्तमस्ति? तस्य विशेषणम् और्णं वस्त्रं प्रियम्. उत्तमम्. अनन्तरं अत्र और्णम् इति पदमस्ति, तथा एव वयं जानीमः स्थूलः स्थूलः इति वदामश्चेत् स्थूलस्य भावं वदन्तु किं भवति? स्थूलं स्थूलं बिग् फ्याट्. बिग् परन्तु स्थूलः स्थूलस्य भावं किं भवति, तत्र पदं किं भवति? विशेषणपदं भवति. कथं शोभा भगिनी भवती वदतु स्थूलस्य भावः? स्थौल्यम् अस्ति वा भगिनी, ऊहां करोमि. उत्तमं. स्थौल्यं भावपदम् अस्ति चेत् मूलपदं किम् अस्ति भगिनि? यथा मधुरं माधुर्यं सुन्दरं सौन्दर्यं तथा एव स्थूलं स्थूलत्वं स्थूलं स्थौल्यं तथा एव पृथक् पार्थक्यं. पृथक् पृथक् इत्युक्ते सेपरेट्, तस्य भावः पार्थक्यं. पार्थक्यम् इत्युक्ते डिफरेन्स्. ओके उत्तमम्. अत्र दृष्ट्वा वदामि भगिनि, अहमपि दृष्ट्वा वदामि. अनन्तरम् अत्र इतोपि नूतनानि पदानि सन्ति वा? सम्भाषणं सरलमेव अत्र. अत्र सुन्दराणि चित्राणि लिखन्ति, अपि च हरितानि तृणानि खादन्ति. तृणानि वदतु भगिनि, तृणानि इत्युक्ते किं गीताञ्जलि भगिनि? तृणानि इत्युक्ते ग्रास्. ग्रास्. उत्तमम्. अत्र एकवारं पश्याम, अत्र आचार्यः वदति युवां किं कुरुथ इति वाक्यमस्ति. एतत् वाक्यं सम्यक् वा चिन्तयन्तु सर्वे. अहं चिन्तयामि तत्र मुद्रणदोषः अस्ति इति अहं मन्ये. उत्तमम्. अत्र समीकृत्य वदतु भगिनी, शोभा भगिनी वदतु. युवां किं कुरुतः? कुरुतः कुरुतः योजयित्वा वदामश्चेत् त्वं किं कुरुतः? सारि, यूयं यूयं किं कुरुतः? यूयं किं कुरुतः. उत्तमम्. अस्मिन् करपत्रे इतोपि नूतनानि पदानि सन्ति वा? किमपि परिशीलनं कुर्मः वा? अत्र सम्यक् अवगतं वा? सम्भाषणम् अवगतं वा? आं भगिनि. उत्तमम्. अधुना वयं इतोपि भगिनि पुनरेकवारं भगिनि एकः प्रश्नः शोभावदतु. पृथक् पदस्य रूपं पुनरेकवारं वदतु भगिनि. पृथक् पार्थक् पार्थक्यं पार्थक्यं मीनिङ्ग् किम् उक्तवती भगिनि? डिफरेन्स् डिफरेन्स्. अस्तु, धन्यवादः. अत्र साधारणतया वयं वदामः तयोर्मध्ये भेदः कः इति वदामः. अत्र अस्मिन् सम्भाषणे आचार्यः शिष्यः अनयोः मध्ये भेदः कः इति वक्तुमिच्छामश्चेत् तदा तत्र पार्थक्यं किम् इति वक्तुं शक्नुमः. वदतु अवंशसुधा भगिनी वदतु. भगिनी यदा मध्यमपुरुषे यदा वयसि सि आगच्छति करोषि कथम् आगच्छति महोदय भगिनि करोषि किमर्थं न भवति करोषि किमर्थं भवति भगिनी उत्तमः प्रश्नः परन्तु तत्र सुप्रत्ययान्तं तत्र व्याकरणवर्गे एव वयं ज्ञातुं शक्नुमः तत्र अत्र अहं सम्यक्तया न अत्र सूत्रम् अत्र वयं गते सप्ताहे वा पूर्वस्मिन् सप्ताहे वयं पठितवन्तः तत्र विभक्तीनां कृते प्रत्ययाः सन्ति तथा एव अत्र प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष तिङन्तपदानां कृते अपि भिन्नभिन्नप्रत्ययाः सन्ति भिन्नप्रत्ययं योजनेन तत्र बहूनि सूत्राणि सन्ति एकैकस्य पदस्य कृते बहूनि सूत्राणि सन्ति एकमेकं सूत्रं द्रष्टव्यमस्ति तत् किमर्थम् इति तत्र नियमाः सन्ति नियमं दृष्ट्वा एव अहमपि वक्तुं शक्नोमि सम्यक् वा कानि वाक्यानि शि आगच्छति कानि वाक्यानि सि आगच्छति भवती किञ्चित् वदति वा भगिनि उदाहरणरूपे कानि वाक्यानि शि अथवा सि सि सि इति अहं जानामि करो वयसि इति भवती उक्तवती सर्वे अपि अहं मध्यमपुरुषे सि इति योजयामः चेत् प्रथमपुरुषे इव अस्ति परन्तु शि करोषि उदाहरणे अन्ये वाक्यानि सन्ति भगिनि करोषि अथवा वदामि अनन्तरं वदामि उत्तमम् अधुना वयं किञ्चित् अत्र द्वितीयं करपत्रं पश्याम सर्वे द्वितीयं करपत्रं पुरतः स्थापयन्तु अत्र जयन्त महोदय भवानपि वक्तुमिच्छति वा अत्र जयन्त महोदयः विलम्बेन आगतवान् इति भाति द्वितीयकरपत्रम् इति सप्तः ककाराः इति सप्तककाराः कः इति प्रश्नः का इति प्रश्नः किम् इति प्रश्नः द्वितीयमस्ति कदा इति प्रश्नः तृतीयमस्ति कुत्र प्रश्नः कुतः प्रश्नः कति प्रश्नः किमर्थम् इति प्रश्नः कथम् इति प्रश्नः उत्तमम् इत्युक्ते अहं चिन्तयामि भवान् जानाति एव अहं वाक्यं वदामि भवान् प्रश्नवाचकवाक्यं वदतु अस्तु एकवारं पुनस्मरणत्वेन किञ्चित् अभ्यासं कुर्मः गीता पुस्तकं पठति गीता किं पठति उत्तमं सीता जलं पिबति सीता जलं पिबति सीता किं पिबति उत्तमं तत् कृष्णफलकं तत् किम् उत्तमं सा सम्मार्जनी तत् का पुनः चिन्तयित्वा मार्जनी मम वाक्यमस्ति सा सम्मार्जनी अथवा एषा सम्मार्जनी अच्छा एषा सम्मार्जनी एषा का उत्तमम् एषा का उत्तमं बालकः भवनं पश्यति बालकः भवनं बालकः किं पश्यति उत्तमं यानपेटिका अन्यत्र अस्ति अत्र अस्ति यानपेटिका अत्र अस्ति यानपेटिका कुत्र अस्ति उत्तमं. पञ्जाब् कुत्र अस्ति? पञ्जाब् क्षम्यतां, पञ्जाब् उत्तरप्रदेशे, उत्तरप्रदेशे भारतदेशे अस्ति. सेम् वाक्यम् इति भवत्या भवती उत्तरं ददातु. भारत कुत्र अस्ति? उत्तरप्रदेशे कुत्र अस्ति? उत्तमम्, उत्तमम्. अधिकारी कार्यालये अस्ति. अधिकारी कुत्र अस्ति? बहवः जनाः गृहे सन्ति. बहवः जनाः कुत्र सन्ति? उत्तमम्. अस्यां कक्षायां 10 छात्राः सन्ति. कक्षायां 10 जनाः सन्ति. कक्षायां अस्मिन् कक्षाये कदा छात्राः सन्ति? कति जनाः सन्ति? पुनः एकवारं समीकृत्य वदतु. अस्मिन् कक्षाये कति जनाः सन्ति? अच्छा, अस्मिन् कक्षाये तत्तु सम्यक् नास्ति. अस्तु, अस्यां कक्षा अस्यां कक्षाये कति छात्राः सन्ति? महोदय, अस्यां कक्षायां षष्टिविभक्तु. अस्यां कक्षायां महोदय, तत्तु षष्टि नास्ति, सप्तमी, स्त्रीलिङ्गपदं. किमर्थम् अत्र चिन्तयतु, कक्षा इति पदम् आकारान्तपदम्, अतः सर्वनामपदमपि सप्तमी स्त्रीलिङ्गे भवतु. अस्यां कक्षायां कति छात्राः सन्ति? उत्तमम्. अनन्तरम् अत्र 8 यानानि सन्ति. अत्र 8 यानानि सन्ति. अत्र कति यानानि सन्ति? उत्तमं. मार्गे 9 वाहनानि गच्छन्ति. मार्गे कति वाहनानि गच्छन्ति? उत्तमं. मम समीपे 20 पुस्तकानि सन्ति. मम समीपे 20 मम समीपे कति पुस्तकानि सन्ति? उत्तमं महोदय. भगिनी, भवत्याः समीपे इति वदामि न भगिनी, मम उत्तरम् अपि अस्ति, भवत्याः समीपे कति पुस्तकानि सन्ति. मम समीपे कति पुस्तकानि सन्ति इति सम्यक् वाक्यं भगिनी वदतु. महोदय, सम्यक् एव, परन्तु मम अहं जानामि भवत् प्रश्नः अस्ति चेत् भवत्याः समीपे. तत्तु समीचीनमेव, परन्तु प्रश्नः सम्यक् भगिनि. धन्यवादः भगिनि, सम्यक्, उत्तमम्, उत्तमः प्रश्नः. जयन्त महोदय, भवान् श्रुतवान् वा? शृणोमि भगिनि. अत्र महोदय, अहं श्रुतवान्. अहं श्रुतवान्, अस्तु भगिनि. उत्तमम्, अहं श्रुतवान् अथवा अहं शृणोमि, परन्तु अहं श्रुतवान्, सम्यक् रूपम्. अस्तु, अनन्तरं पुनः एकवारं सूर्योदयः प्रातःकाले भवति, वदतु. सूर्यकाले प्रातः एकवारं रिपीट् करोतु भगिनि. सूर्योदयः प्रातःकाले भवति. प्रातःकाले सूर्यकाले कदा भवति? कदा न कदा सूर्यास्तः सायङ्काले भवति. सूर्यङ्काले सायङ्काले एकवारं सूर्यङ्काले अत्र सूर्यास्तः सूर्यास्तः सूर्योदयः सूर्यास्तः इति वदामः. सूर्यो सूर्यास्तः सायङ्काले भवति. प्रश्नवाचकवाक्यं वदतु महोदय. सूर्यास्तः कदा भवति? उत्तमं. रामः दशवादने विद्यालयं गच्छति. रामः कदा विद्यालयं गच्छति? उत्तमं. सीता सायङ्काले नृत्याभ्यासं करोति. सीता कदा नृत्याभ्यासं करोति? अनन्तरं मम मित्रं विदेशतः आगच्छति. भवत्या मित्रं कुतः आगच्छति? उत्तमं. मम बन्धुः देहलीतः आगतवान्. भवत्या बन्धुः कुतः आगतवान्? उत्तमं. मम सखी काशीतः आगच्छति. भवत्या सखी कुतः आगच्छति? उत्तमं. गङ्गानदी हिमालयतः प्रवहति. गङ्गानदी कुतः प्रवहति? अनन्तरं गणेशः हैदराबादतः आगच्छति. गणेशः कुतः आगच्छति? उत्तमं. भवतः आरोग्यं समीचीनमस्ति. न मम आरोग्यं समीचीनमस्ति. भवत्या आरोग्यं कथमस्ति? उत्तमं. तथैव. अनन्तरं शिक्षणं ध्वनिः अस्ति महोदय. क्षणतं भवति. मम पुत्री आगच्छति. अनन्तरं शिक्षणं उत्तममस्ति. उत्तमम् अस्ति. शिक्षणं कथमस्ति? उत्तमं. गीता पठनार्थं विद्यालयं गच्छति. गीता किमर्थं पाठशालां गच्छति? उत्तमं. राधाकृष्णः औषधार्थं विद्यालयं गच्छति. राधाकृष्णः किमर्थं विद्यालयं गच्छति? उत्तमं. सम्यक् महोदय. धन्यवादः. उत्तमरीत्या उक्तवान्. अनन्तरं किञ्चित् म्यूट् करोमि. अधुना अत्र उषा भगिनी भवती कर्तुमिच्छति वा? अत्र अहम् अधुना मिश्रणं कृत्वा वाक्यानि वदामि. इदानीं पर्यन्तं वयम् एकमेकं कृत्वा अहम् उक्तवती, परन्तु अधुना सम्यक् मिश्रणं कृत्वा पृच्छामि. उषा भगिनी वक्तुमिच्छति वा? आं भगिनि. तत्र 10 छात्राः सन्ति. तत्र 10 छात्राः सन्ति. तत्र कति छात्राः सन्ति? उत्तमं. बन्धुः देहलीतः आगतवान्. बन्धुः कुतः आगतवान्? उत्तमं. गीता नृत्याभ्यासं करोति. गीता नृत्याभ्यासं करोति. गीता किं करोति? उत्तमं. गीता सायङ्काले नृत्याभ्यासं करोति. गीता कदा नृत्याभ्यासं करोति? उत्तमं. सूर्यास्तः सायङ्काले भवति. सूर्यास्तः कदा भवति? सुरेशः प्रातःकाले उत्तिष्ठति. सुरेशः प्रातःकाले सुरेशः कदा उत्तिष्ठति? उत्तमं. मम माता अधुना गृहे अस्ति. भवत्याः माता गृहे अस्ति. पुत्र अस्ति. उत्तमं. अनन्तरम् अत्र मार्गे शतं वाहनानि सन्ति. मार्गे कति वाहनानि सन्ति? उत्तमम्. अनन्तरं सम्यक् भगिनी, धन्यवादः. भवन्तः जानन्ति एव एतानि पदानि. अनन्तरम् अत्र रघुपति आचार्यमहोदय, भवान् कर्तुम् इच्छति वा? अत्र केवलं पुस्तकम् इति पदं ददामि. पुस्तकम् इति पदं स्वीकृत्य सप्तवाक्यानि, सप्तककारान् योजयित्वा सप्तवाक्यानि रचयतु. कः पुस्तकं पठति? त्वं कदा पुस्तकं पठति? एतत् पुस्तकं कुत्र, एतत् पुस्तकं कुत्र मिलति? अत्र महोदय वयं अत्र सप्तककारान् योजयित्वा वदामश्चेत् अत्र एकमेकं स्वीकृत्य कः अत्र कः का किम् इति इत्यस्मिन् तत्र तेषु केवलं किं योजयित्वा वदतु. किं प्रश्नवाचकवाक्यम्? एतत् किम्? उत्तरम्? एतत् पुस्तकं कदा योजयित्वा? एतत् पुस्तकं भवती कदा क्रीतवती? उत्तमं. कुत्र? कुत्र एतत् कुत्र एतत् पुस्तकम् एतत् पुस्तकं कुत्र अस्ति? मिलति सम्यक् वा भगिनि? मिलति एतत् पुस्तकं कुत्र मिलति? अवैलेबल् कुत्र मिलति? अनन्तरं भवति भगिनि, कुत्र या कुतः? कुत्र इस् वेर्, कुतः इस् फ्रम् वेर्. कुतः मिलति इति सम्यक् भगिनि? कुत्र मिलति, कुतः? कुतः कुतः भवती एव वदतु. कुतः इत्युक्ते किं? पुस्तकं कुतः क्रीणति इति सम्यक् सम्यक् वा न वा भगिनि? पुस्तकं कुत्र स्थापयति? कुत्र स्थापयति? कुत्र कुतः आनयामि? कुतः आनीयति? कुतः क्रीणाति? कुतः आनयति? आनयति. आपणतः? वदतु महोदय, वदतु. कुतः एतत् पुस्तकं कुतः क्रीतवती? कुतः क्रीतवती? आपणतः क्रीतवान्. ओके. कति भवत्याः पार्श्वे कति पुस्तकानि सन्ति? उत्तमम्. एतत् पुस्तकं किमर्थं भवती क्रीतवती? एतत् पुस्तकं कथमस्ति? कथमस्ति? उत्तमं. सम्यक् रीत्या उक्तवान् महोदय, धन्यवादः. इदानीं वयं तृतीयं करपत्रं प्रति गच्छेम. अत्र तृतीयं करपत्रम् अत्रापि सप्तककाराः, तदेव अत्र अभ्यासः अस्ति. अत्र अहम् एकं वक्तुमिच्छामि. भवन्तः जानन्ति एव काका, कीकि, कूकु, केकै, कोकौ, एतान् किं वदामः इत्युक्ते ककापङ्क्तिः इति वदामः. ककापङ्क्तिः, परन्तु अत्र सप्तककाराः दत्ताः इत्युक्ते सप्त नूतनानि पदानि. तत्र प्रथमवर्णः ककारः, तदर्थमेव तस्य नाम अस्ति सप्तककाराः. तेषां विषये वयं ज्ञातवन्तः एव, परन्तु अत्र एकं सम्भाषणमस्ति, सुनीता सुशीलयोः सम्भाषणं, तदनन्तरं रघुवीरः अत्र सुनीतायाः भ्राता आगच्छति, सा अपि भागं वहति तस्मिन् सम्भाषणे. सम्भाषणं पठामः अधुना. अत्र शोभा भगिनी भवती सुनीता, अनन्तरं भूमा भगिनी भवती सुशीला. सम्भाषणं कुर्वन्तु. आहो चिरात् दर्शनम्, आगच्छतु भगिनी, उपविशतु। नमस्ते भगिनी, कथमस्ति भवत्याः आरोग्यम् इदानीम्? आम्, इदानीं मम आरोग्यं सम्यक् अस्ति। भवती जानाति एव कथं मम महती पृष्ठवेदना आसीत् इति। इदानीं समीचीनमस्ति। भवत्याः आरोग्यं सम्यक् जातम् इति श्रुत्वा मम महान् आनन्दः जातः। पृष्ठवेदनानिवारकं सर्वाङ्गासनम् इति मया पठितम्। भवती तत् नित्यं करोति किम्? आम्, आसनानां तु महत् प्रयोजनम् अस्ति एव। इदानीम् अहं प्रतिदिनं योगासनं करोमि। अधुना मम अनुजः अपि योगाभ्यासम् आरब्धवान् एव। किं रघुवीरः अपि योगासनं करोति? महदाश्चर्यं। सः पूर्वं व्यायामशालां गच्छति स्म किल, कालान्तरेण अलसः भूत्वा कुत्रापि न गच्छति एव खलु? आम्, किन्तु सः इदानीं योगेन प्रभावितः अस्ति, अतः व्यायामशालामपि गच्छति, योगाभ्यासम् अपि नित्यं करोति। समीचीनं। कुत्र अस्ति रघुवीरः? सः बहिः गतवान्। अद्य विरामः अस्ति खलु? उपविशतु भगिनी, पातुं किमपि आनयामि। अस्तु, रघुवीरः गृहं प्रविशति। नमस्ते भगिनी, भवती एव करोतु। नमस्ते भगिनी, कथमस्ति भवती? हा, नमस्ते भोः, अहं कुशलिनी। भवान् अपि योगाभ्यासम् आरब्धवान् इति श्रुतं। योगाभ्यासं कदा आरब्धवान्? अहम् एकमासात् पूर्वं योगाभ्यासम् आरब्धवान्। किमर्थं योगाभ्यासम् आरब्धवान्? मम भगिन्याः पृष्ठवेदना आसीत् इति भवती जानाति। कश्चन वैद्यः योगाभ्यासं करोतु इति उक्तवान्, इत्यतः सा आरब्धवती। कालान्तरे तस्याः आरोग्यं समीचीनं जातं, वेदना च अपगता। एतेन अहमपि प्रेरणां प्राप्तवान्। प्रतिदिनं प्रातः एकहोरां यावत् योगाभ्यासं करोमि। भवान् नित्यं योगाभ्यासं करोति इति सन्तोषस्य विषयः। कुत्र योगाभ्यासं करोति? अस्माकं कार्यालयस्य निकटे एकं योगकेन्द्रम् अस्ति। तत्र अहं मम मित्राणि च प्रतिदिनं योगाभ्यासं कुर्मः। इदानीं भवान् कति आसनानि जानाति? अहम् इदानीं प्रायः 20 आसनानि जानामि। बहु आसनं। प्रतिदिनं कति सूर्यनमस्कारान् करोति? बहु उत्तमम् अस्ति चेत्। बहु उत्तमं, धन्यवादः भगिनी, बहु उत्तमम्। प्रतिदिनं कति सूर्यनमस्कारान् करोति? प्रतिदिनं 13 सूर्यनमस्कारान् करोमि। योगः अस्माकं जीवनविधानम् अस्ति। अस्माकं स्वास्थ्यस्य संरक्षणार्थं वयं प्रतिदिनं योगासनं कुर्मः। अस्माकं गृहे नित्यं योगासनस्य अभ्यासाः प्रचलन्ति। आम्, भवतां गृहं तु योगगृहम् इत्येव वक्तुं शक्यते। भवतु, अहं गच्छामि। अग्रे कदाचित् मिलामः। सुनीता, रघुवीरः च, अस्तु, मिलामः। उत्तमरीत्या सुन्दरी भगिनी, उत्तमरीत्या कृतवन्तः। उत्तमं। अधुना भवन्तः अवगतवन्तः इति भाति। सम्भाषणं सरलमेव, परन्तु अत्र व्याकरणविषयान् पश्यामः। अत्र व्याकरणनूतनानि पदानि कानि इति एकवारं पश्येम। अत्र प्रथमं वाक्यमस्ति, अत्र भूमा भगिनी वदतु, चिरात् दर्शनं इति पदमस्ति। तत्र चिरात् इति पदस्य विभक्तिः का? चिरात् पञ्चमी सिरात् पञ्चमीविभक्ति पञ्चमीविभक्ति सिरात् इत्युक्ते किम् इत्युक्ते अत्र सिरात् इत्युक्ते चिरकालस्य अनन्तरम् अत्र दर्शनम् इति पदमस्ति दर्शनम् इति पदं ल्युडन्तरूपं यथा वयं जानीमः पठनं गमनं श्रवणं तथा एव अत्र दर्शनम् अत्र धातुः अस्ति दृष् धातुः दृष् धातुतः दर्शनम् इति पदम् आगच्छति परन्तु लट्लकाररूपं किं पश्यति पश्यति तत्र भिन्नं पदमस्ति दृष् धातुतः दर्शति इति पदं न आगच्छति पश्यति इति पदमागच्छति अत्र दर्शनम् इति पदं ल्युडन्तरूपम् अनन्तरम् अत्र आगच्छतु भगिनी उपविशतु अत्र आगच्छतु उपविशतु पदद्वयमस्ति अत्र आज्ञार्थे वा प्रार्थनार्थे वा प्रार्थनार्थमेव प्रार्थनार्थे अपि च भगिनी इति पदमस्ति अत्र हस् इकारः अस्ति किमर्थं सम्बोधन तत्र पदमस्ति उत्तमम् इत्युक्ते भगिनी इति पदं परन्तु अत्र सम्बोधनरूपेण दत्तमस्ति तदर्थं भगिनी ह्रस्व यदि वयम् ईमेल् ई पत्रं लिखामश्चेत् तदा तत्रापि भगिनी इति एव लेखनीयं वक्तव्यम् अत्र द्वितीयवाक्ये नमस्ते भगिनी कथमस्ति भवत्याः आरोग्यम् अत्र इदानीम् इति पदं दत्तमस्ति इदानीम् इति तस्मिन् स्थले स्थाने इतोपि अन्यानि पदानि वक्तुं शक्नोति वा कोऽपि इच्छति चेत् वदन्तु वदतु सम्यक् अस्ति अद्य न अद्य इति पदं सम्यक् न परन्तु अधुना उत्तमम् अनन्तरं सम्यक् वा न न अहं किं वदामि इदानीम् इदानीम् इति पदस्य पर्यायवाचकपदानि कानि अधुना इति वदति अधुना अनन्तरं भानुचैतन्यमहोदय भवान् वदतु जानाति चेत् अधुना इति सम्यक् अहं मन्ये महोदय क्षम्यतां भगिनी उत्तमम् आचार्यमहोदय भवान् वक्तुमिच्छति चेत् वदतु इतोपि पदानि पर्यायवाचकपदानि न जानामि भगिनि अस्मिन् दिने सम्यक् अस्ति वा भगिनि अस्मिन् दिने तु अस्मिन् दिने पदमस्ति परन्तु पर्यायवाचकपदं नास्ति तदानीं भगिनि तदानीं तदानीमित्युक्ते देन् परन्तु इदानीम् इत्युक्ते नौ उत्तमम् अहं वदामि कानिचन अहम् एकवारं शृण्वन्तु अत्र मम पार्श्वे कानिचन पदानि सन्ति इदानीम् अधुना सम्प्रति साम्प्रति साम्प्रति सम्प्रति अथवा साम्प्रतं सद्यः अथवा अध इति वदामः वयम् एकवारं चिन्तयामः अध यदि वयं सत्यनारायणपूजां कुर्मः चेत् अध द्वितीयोऽध्यायः इति वदामः अध न तु अधः अधः न अध तत्र अध इति एकं पदमस्ति तदा एव अत्र सद्यः प्रसादिनी इति वदामः सद्यः तथा एव अत्र सा क्षिप्रं क्षिप्रम् इत्युक्ते इमिडियट्लि उत्तमम् अनन्तरम् अत्र साम्प्रतम् इति पदमस्ति साम्प्रतम् इति पदं तस्मिन् विषये एकं वदामि अत्र यदि वयं रामायणं संस्कृतरामायणं वाल्मीकेः रामायणं पठामश्चेत् तत्र एकः श्लोकः अस्ति द्वितीयः श्लोकः प्रथमकाण्डे बालकाण्डे एव श्लोकः कः इत्युक्ते कोन्वस्मिन् साम्प्रतं लोके गुणवान् वीर्यवान् धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः अत्र नारदं तत्र वाल्मीकिः नारदम् उद्दिश्य पृच्छति कोन् कः अस्मिन् साम्प्रतं लोके साम्प्रतं लोके इत्युक्ते इदानीन्तनकाले अधुना लोके अस्मिन् लोके गुणवान् वीर्यवान् धर्मज्ञः कृतज्ञः सत्यवाक्यः दृढव्रतः तादृशः पुरुषः अस्ति वा वदतु किञ्चित् इति नारदम् उद्दिश्य वाल्मीकिः पृच्छति. तत्र तत्र साम्प्रतं लोके अस्मिन् अस्मिन् लोके वयं जानीमः पदम् अस्मिन् लोके साम्प्रतं तादृशः पुरुषः अस्ति वा किञ्चित् वदतु जानाति चेत् इति सः उक्तवान्. तदेव अनन्तरं साम्प्रतम् इति पदमस्ति. अनन्तरम् अग्रे अध अत्र अस्ति भगिनि अध महाप्राणध वा अल्पप्राणम् महाप्राण अध अध अध उत्तमम्. अनन्तरम् इदानीं मम आरोग्यं सम्यक् अस्ति, भवती जानाति एव मम महती पृष्ठवेदना आसीत्. अत्र पृष्ठवेदना इत्युक्ते किं भगिनि? भूमा भगिनी वदतु. बेक् पेन् आर् हिप् पेन् बेक् पेन् बेक् पेन् तत्र हेडेक् इति वदामश्चेत् किं वदामः? शिरोवेदना. अत्र पश्यतु भगिनि, महती पृष्ठवेदना इति वाक्यमस्ति. अत्र महत् इति पदं तकारान्तपदम् इति कृत्वा विशेषणत्वेन तस्य उपयोगं कुर्मः. अत्र वेदना इति पदम् आकारान्तपदम् इति कृत्वा महती पृष्ठवेदना स्त्रीलिङ्गमस्ति न वेदना इत्युक्ते अत्र समानविभक्तिकत्वं समानाधिकरण्यम् इति वदामः. इत्युक्ते अत्र महत् शब्दस्य स्त्रीलिङ्गरूपं महती, तदर्थमेव अत्र महती पृष्ठवेदना आसीत्. यदि सन्तोषः इति वदामश्चेत् किं वदामः? विशेषणं सन्तोषः. उत्तमं भगिनि, वदतु पुनः एकवारं. महान् सन्तोषः पुल्लिङ्गं पुल्लिङ्गं तदा एव तथा एव आनन्दं वदतु. महत् आनन्दम्. उत्तमं. महत् नपुंसकलिङ्गं महत् आनन्दं. तत्र वयं जानीमः एव पदं महदानन्दं महदानन्दं महत् योगः आनन्दं. तत्र सन्धिः कः? आचार्य महोदय वदतु. जस्त्वसन्धिः. उत्तमं महोदय. अत्र जस्त्वसन्धिः भवति. झलां जशोन्ते इति सूत्रेण अत्र जस्त्वसन्धिः भवति. इत्युक्ते महत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति इति अत्र विषयः वार्ता सा एव. अनन्तरम् अत्र पृष्ठवेदना भवत्याः आरोग्यं सम्यक् जातम् इति श्रुत्वा मम महान् आनन्दः जातः. अत्र अत्र पश्यन्तु, भवत्याः आरोग्यं सम्यक् जातम् इति वाक्यमस्ति. अत्र जातम् इति पदं किं यदि भवन्तः जानन्ति चेत् वदन्तु. जातम् इति पदम् अत्र वदतु महोदय. इत्युक्ते उत्तमम् अत्र किञ्चित् अत्र अस्माकं विषयः नास्ति, परन्तु अहमपि मम कक्षायां पठिष्यामि, तदर्थं वदामि. अत्र जात इति पदं क्तान्तरूपं क्तान्त क्ताप्रत्ययान् संस्कृतभाषायां तत्र धातवः सन्ति, धातुतः प्रत्ययाः विधीयन्ते. वि आर् एडिङ्ग् द प्रत्यया टु द धातु. अत्र जन् जन् इति धातुः अस्ति. जन् धातुः अकर्मकधातुः, परन्तु अत्र जन् धातुतः भूतकालार्धे क्तान्तरूपम् आगच्छति. क्ताप्रत्ययान्तरूपम् अपि च वयं जानीमः एव क्तवत् प्रत्ययान्तरूपम् क्तवत् प्रत्ययान्तरूपम् अपि च क्ताप्रत्ययान्तरूपं द्वौ अपि द्वे अपि भूतकालार्थे उपयोगं कुर्मः. अत्र जन् धातुतः जात इति पदम् आगच्छति क्तान्तरूपं. जन् जात, मन्मत, गम् गत, श्रुता धातुतः क्तान्तरूपाणि आगच्छन्ति, परन्तु क्तान्तरूपाणि सर्वदा त्रिषु लिङ्गेषु भवन्ति. अत्र आरोग्यम् इति पदं नपुंसकलिङ्गे अस्ति इति कृत्वा आरोग्यं जातम् इति पदमस्ति, तदर्थमेव अत्र. परन्तु जन् धातुः अकर्मकधातुः. अनन्तरम् अत्र मम आरोग्यं सम्यक् जातम् इति श्रुत्वा मम महान् आनन्दः जातः. अत्र भूमा भगिनी पश्यतु, आनन्दः जातः, आनन्दः जातः, आरोग्यं जातम्. यदि पदं स्त्रीलिङ्गे अस्ति चेत् जाता भवति. अनन्तरम् अत्र पृष्ठवेदनानिवारकं सर्वाङ्गासनम् इति मया पठितम्. पृष्ठवेदनानिवारकम् अत्र निवारकम् अत्र समस्तपदमस्ति. पृष्ठवेदनानिवारकम् इति समस्तपदं, समस्तपदम् इत्युक्ते तत्र समासः अस्ति. अत्र निवारकम्, निवारकम् इति पदं दत्तमस्ति. निवारकं तत्र क्रियापदमस्ति, निवारयति अथवा निवारयते. निवारयति अत्र नि उपसर्गपूर्वकः धातुः, ऊरु धातुः इति अहं चिन्तयामि, परन्तु अत्र निवारयति इति क्रियापदं. निवारयति तस्मात् निवारकम् इति पदम् आगतम्. अत्र निवारक इति पदं, तत्रापि एकः प्रत्ययः अस्ति. अहं चिन्तयामि तत्तु ण्वल् प्रत्ययः, यथा पाठकः गायकः, पाठक गायक, तथा एव निवारक एकं प्रत्ययः अस्ति तत्र, तथा एव निवारक इति पदम् आगतम्. अनन्तरम् अत्र भवती ऊहां करोतु, सर्वाङ्गासनम् इति पदं दत्तमस्ति, तत्र सन्धिद्वयमस्ति, वदतु. सर्व अङ्ग सर्व अङ्गासनं सन्धि, सन्धेः नाम किं भगिनि वदतु? सर्वाङ्ग दीर्घसन्धि, सुवर्णदीर्घसन्धि, सवर्णदीर्घसन्धि, उत्तमम्. अकः वदतु महोदय, अकः सवर्णे दीर्घः इत्युक्ते किं वदतु एकवारम्? अक् प्रत्यासवर्ण सवर्ण अक् प्रत्यारस्त सवर्ण अस्ति चेत् तस्य दीर्घः भवति, दीर्घत्वं भवति, उत्तमं. तत्र सन्धेः नाम सवर्णदीर्घसन्धिः, परन्तु सूत्रमस्ति अकः सवर्णे दीर्घः, उत्तमम्. अनन्तरम् अत्र अधुना अत्र उषा भगिनी भवती वदतु अत्र एकवारम्. अत्र इतोपि किं दत्तमस्ति? अत्र मया पठितम् इति वाक्यमस्ति, कोऽपि श्रुतवन्तः वा अत्र मया पठितम् इति वाक्यं श्रुतवन्तः वा? कोऽपि जानाति वा तस्मिन् विषये? कोऽपि वदति वा? वदतु भगिनि, अत्र मया पठितम् इति वाक्यस्य विषये किञ्चित् वदतु. इति मया पठितं, कर्मणि प्रयोगः, बै मी, बै मी, उत्तमम् उत्तमं. मया पठितं, पठितं प्रत्यय, प्रत्ययान्त, प्रत्ययान्तरूपम्, उत्तमं. तत्रापि अत्र पठित, पठितं, पठितः, पठितप्रातिपदिकरूपं, पठितः, पठितं, त्रिषु लिङ्गेषु भवति. अत्र मया पठितम् इति वाक्यं कर्मण्यर्थे अस्ति, कर्मण्यर्थे अस्ति, उत्तमम्. अनन्तरम् अत्र भवती तत् नित्यं करोति किम् इति वाक्यम्? आसनानां तु महत् प्रयोजनम् अस्ति. अत्रापि पश्यतु भगिनि, महत् प्रयोजनम् इति दत्तमस्ति. इत्युक्ते नपुंसकलिङ्गे दत्तमस्ति. मम अनुजः योगाभ्यासम् आरब्धवान्. उषा भगिनी स्त्रीलिङ्गे वदतु एतदेव वाक्यं. मम Where is it? Like, Mama Anuja. अत्र वाक्यमस्ति मम अनुजः अपि योगाभ्यासम् आरब्धवान् इति वाक्यमस्ति, परन्तु वाक्यं स्त्रीलिङ्गे वदतु. अधुना मम अनुजा अपि योगाभ्यासम् आरब्धवती एव. उत्तमम् उत्तमं, धन्यवादः. अनन्तरम् अत्र आरब्धवान् इति पदमस्ति. अत्र आ इति उपसर्गः. अत्र द्वाविंशतिः उपसर्गाः सन्ति, तेषु अन्यतमः तवत् प्रत्ययान्तरूपम्. उत्तमं भगिनि. आरब्धवान्, आरब्धवती. नपुंसकलिङ्गे किं भवति वदतु. आरब्धवन्त. इत्युक्ते बहुवचने किं भवति आरब्धवान्? बहुवचने आरब्धवन्तः. स्त्रीलिङ्गे बहुवचने पठितवान्, पठितवन्ति, पठितवान्, पठितवान्, पठितवान्. उपमा भगिनी वदतु. कृतवती, कृतवत्यौ, आरब्धवत्यः. उत्तमं भगिनी, आरब्धवत्यः. अत्र आरब्धवान् इति पदम् अत्र यथा भवती उक्तवती उषा भगिनी, तथा एव अत्र आरब्धवान् इति तवत् प्रत्ययान्तरूपं, परन्तु अत्र आ उपसर्गपूर्वकः रब् धातुः. तत्र क्तान्तरूपमस्ति आरब्धः, आरब्धा, आरब्धम्. आ उपसर्गपूर्वकः रब् धातुः. वयं जानीमः प्रारब्धं श्रुतवन्तः वा? तत्र शोभा भगिनी वदतु, प्रारब्धम् अत्र किमस्ति? अर्थं जानामि भगिनी, परन्तु भवती किं पृष्टवती? अत्र प्रारब्धम् इति जानाति, सर्वे श्रुतवन्तः एव तत्पदम्. इत्युक्ते तत्रापि प्रा उपसर्गपूर्वकः आरब्ध, प्रा आरब्ध अस्ति वा? प्रा आरब्ध इत्युक्ते तत्र भिन्न अर्थः अस्ति. तत्र आरब्ध तत्र अर्थः तस्मिन् पदस्य अर्थः भिन्नः. प्रारब्धः इति पदस्य अर्थः भिन्नः. अच्छा, वयं जानीमः एव प्रारब्ध इति पदम्. उत्तमम्. अत्र प्रा उपसर्गपूर्वकः रब् धातुः अस्ति. इतोपि व्याकरणविषयाः के के सन्ति अत्र आरब्धवान्? अत्र पश्यन्तु महदाश्चर्यम्. अत्र महत् योगः वयं पूर्वमेव चर्चितवन्तः. महत् योगः आश्चर्यं, महदाश्चर्यम्. अत्र व्यायामशाला इति पदं दत्तमस्ति. इत्युक्ते किं? जिम्. जिम्. अत्र जिम् जिम् भगिनी एकः प्रश्नः अस्ति. प्रारब्ध प्रा अर्थं किम् उक्तवती भगिनी? प्रा अत्र प्रत्येकस्य उपसर्गस्य अर्थः भिन्नः भवति. प्रारब्धपदस् पदे इत्युक्ते प्रारब्धं, प्रारब्धम् इत्युक्ते यत् आरब्धं, यत् आरब्धं तत् पूर्वमेव आरब्धम्. इट् आलरेडि स्टार्टेड् लाङ्ग् बेक्. हा अस्तु भगिनि, धन्यवादः. It is almost like the arrow is already shot from the left. Yes. That means the it already you have to face it. सम्यक् देर् इस् नो चायस् देर् इस् नो चायस् अत्र इट् वास् आलरेडि केम् औट् आफ़् डिटर्मिन्ड् इट् इस् आल्मोस्ट् लैक् द एरो आलरेडि इट् वास् सेट् इन् मोशन् सेट् इन् मोशन् उत्तमं तदेव प्रारब्धम् इति वदामः अनन्तरम् अत्र अत्र किं गच्छति स्म इत्यस्मिन् विषये किञ्चित् वदन्तु गच्छति स्म स्म वयं जानीमः एव भूतकालार्थे एव तस्य उपयोगं कुर्मः वंशकृतः भगिनी वदतु गच्छति स्म अत्र नवरूपाणि वक्तुं शक्नोति वा किं भगिनि गच्छति इति नवरूपाणि गच्छति स्म योजयित्वा नवरूपाणि वक्तुं शक्नुमः वदतु गच्छति स्म गच्छति इति नवरूपाणि सन्ति परन्तु स्म इति तदेव तद् इत्युक्ते स्म योजयित्वा नवरूपाणि वक्तुं शक्नुमः ओ आम् आम् गच्छति गच्छतः गच्छन्ति गच्छति अत्र गच्छति स्म गच्छतः स्म आम् भगिनि आम् गच्छति स्म गच्छतः स्म गच्छन्ति स्म गच्छसि स्म गच्छतः स्म गच्छथ स्म गच्छामि स्म गच्छावः स्म गच्छामः स्म स्म इत्यस्य तस्य उपयोगं कदा कुर्मः यदि भूतकाले अहं वदामि चेत् भूतकाले इत्युक्ते इदानीमेव भूतकालः भविष्यति पूर्वतन अस्ति कार्यम् इदानीमेव पूर्णतया परिपूर्णं भवति इति अहं चिन्तयामि भगिनि इत्युक्ते स्म इति पदं भूतकालार्थे एव तस्य उपयोगं कुर्मः भूतकालार्थे तत्र भूतकालार्थे क्ताप्रत्ययः अस्ति क्तवत् प्रत्ययः अस्ति परन्तु अपि च लङ्लकाररूपम् अस्ति स्म अपि अस्ति परन्तु तयोर्मध्ये भेदः अस्ति तत्र वदतु महोदय यदा किमपि अस्माकं एक्स्पीरियन्स् अस्य कथनं किमपि वक्तुम् इच्छामि इति अन्यैः वक्तुम् इच्छामः चेत् स्म इति वयम् उपयुज्यामः इत्युक्ते अहं चिन्तयामि मम बाल्यकाले देवालयं गच्छति स्म अहं देवालयं गच्छति स्म मम बाल्यकाले बहु क्रीडति स्म तथा अयूसुडु भूतकालं इत्युक्ते अत्र अयूस् टु डू दोस् थिङ्ग्स् इन् इन् दट् काण्टेक्स्ट् तस्मिन् सन्दर्भे स्म इति योजयामः अनन्तरम् अत्र वंशसुधा भगिनी कालान्तरेण इति पदमस्ति तत्र नत्वं किमर्थम् एकनिमिषं केन सूत्रेण भवति कालान्तरेण इति पदम् एकनिमिषं भगिनि कुत्र अस्ति भगिनि अस्मिन् केवलं चिन्तयतु अत्र कालान्तरेण इति पदं दत्तमस्ति परन्तु तत्र णत्वम् अस्ति णत्वम् अस्ति किमर्थं णत्वं केन सूत्रेण णत्वं भवति णत्वं णत्वविधायकसूत्रमस्ति भगिनि रसाभ्यां नूनः कालान्तरेण परन्तु मध्ये अन्ये वर्णाः अस्ति चेत् अट्कुप्वाङ्नुं व्ययापि इति सूत्रेण णत्वं भवति उत्तमम् इत्युक्ते अत्र रसाभ्यां नोणः इति कार्यं न करोति किमर्थं चेत् अत्र यदि भवती श्रुतवती चेत् पूर्ण सम्पूर्ण इति वदामश्चेत् इत्युक्ते साक्षात् अनन्तरं रेफस्य अनन्तरं साक्षात् अनन्तरं नकारः दन्त्यनकारः अस्ति चेदेव रसाभ्यां नोणः कार्यं करोति परन्तु यदि रेफनकारयोः मध्ये अन्यवर्णाः सन्ति चेत् तदा अक्कुप्वाङ्नुं यवायपि सूत्रेण एव णत्वं भवति. अत्र अलसः भूत्वा कुत्रापि इति पदमस्ति. अत्र कुत्रापि सन्धिः कः वदतु? कुत्र योगः अपि सन्धेः नाम किं? उत्तमं. कुत्रापि इत्युक्ते साधारणतया वयं जानीमः कुत्र इति पदस्य अर्थः भिन्नः, परन्तु कुत्रापि इति पदस्य अर्थः भिन्नः. तयोर्मध्ये भेदः अस्ति अस्ति वा? अस्ति चेत् तत्र पार्थक्यं किम्? कुत्र इत्युक्ते वेर्, कुत्रापि नो वेर् न, कुत्रापि एनिवेर्. कुत्रापि नागच्छति. अहं पदं पदं पश्यति अहं वदामि कुत्रापि न गच्छति नो वेर् इति अहं चिन्तयामि भगिनि. क्षम्यताम्. उत्तमं भगिनि. तावदेव इत्युक्ते अत्र कुत्रापि इति पदमस्ति. अनन्तरम् अत्र पातुं किमपि आनयामि एतत् वाक्यमस्ति. पातुं किमपि आनयामि एतदेव वाक्यम् अत्र. शोभा भगिनी भवतु वदतु, अन्यप्रकारेण वक्तुं शक्नोति वा? पातुं किमपि पातुम् अर्थं फर् ड्रिङ्किङ्ग् अस्ति. किं रूपं वदामि? पातुं किमपि आनयामि. भवती किं पातुम् इच्छति? भवती किं पातुम् इच्छति? उत्तमं. परन्तु अत्र वयं ज्ञातवन्तः एव गते सप्ताहे किमर्थम् अत्र. गीताञ्जलिभगिनी वदतु अत्र पातुम् इत्यस्मिन् स्थले अन्यं पदं योजयित्वा वदतु. सम्यक् पदं वा योजयतु अत्र. किमर्थं योजयामश्चेत् ल्युट् प्रत्ययान्तं रूपम् आवश्यकं. वदतु महोदय. पूर्णं वाक्यं वदतु. किं पानीयम्? पानीयं पदमस्ति, परन्तु तत्र गते सप्ताहे एव वयं किमर्थम् इत्यस्मिन् विषये ज्ञातवन्तः. यदि किमर्थम् इति प्रश्नं पृच्छामश्चेत् तत्र ल्युट् प्रत्ययस्य अनन्तरम् अर्थम् इति योजनेन पठनार्थं गमनार्थं तथा भवति. तत्र गमनार्थं पठनार्थं तथा एव अत्र पातुं तुमनन्तप्रयोगम् किमर्थम् अत्र यथा महोदयः उक्तवान् अत्र भगिनि. उत्तमम् इत्युक्ते अत्र पा इति धातुः अस्ति. पा धातोः ल्युट् प्रत्ययान्तरूपं पानम् तथा एव स्ना धातुः अस्ति. स्ना धातोः ल्युट् प्रत्ययान्तरूपं वदतु महोदय. स्नानार्थम् अत्र पानार्थं किमपि आनयामि वा इति सा पृष्टवती. अनन्तरम् अत्र रघुवीरः गृहं प्रविशति. अत्र पश्यन्तु गृहं प्रविशति. अत्रापि प्रा उपसर्गः अस्ति विश् धातुः. प्रा उपसर्गपूर्वकः विश् धातुः, परन्तु प्रा उपसर्गपूर्वकः विश् धातुः सकर्मकधातुः इति कृत्वा तत्र गृहम् इति पदं द्वितीयविभक्तौ अस्ति. रघुवीरः गृहं प्रविशति. अहं ग्रन्थालयं प्रविशामि इति वदामः. परन्तु अत्र पश्यन्तु प्रा उपसर्गं योजनेन प्रविशति इति पदं सकर्मकं भवति. परन्तु अत्र उपविशति अन्यं पदमस्ति. उप इति उपसर्गं योजनेन तत्पदम् उपविशति इति पदम् अकर्मकक्रियापदम्. साधारणतया वयं किं वदामः? सः कुत्र उपविशति? आसन्देन आसन्दे उपविशति इति वदामः. इत्युक्ते उपविशति इति क्रियापदम् अकर्मकक्रियापदं, परन्तु प्रविशति सकर्मकम्. केवलम् उपसर्गं भिन्नं भिन्न उपसर्गं योजनेन तत्र रूपं भिन्नं भवति. इत्युक्ते सकर्मकम् अकर्मकं तत्र तावत् भेदः अस्ति. अत्र अत्र रघुवीरः गृहं प्रविशति इति अस्ति. अनन्तरं समापयामः शीघ्रं. नमस्ते. अत्र योगाभ्यासम् आरब्धवान्, एकस्मात् पूर्वं योगाभ्यासम् आरब्धवान्. अत्र एकस्मात् एकमासात् पूर्वम् इति पदमस्ति. एकमासात् पूर्वम् अत्र अत्रापि समस्तपदमस्ति, परन्तु वयं पृथक् कृत्वा वदामश्चेत् एकस्मात् मासात् पूर्वम्. एकस्मात् मासात् पूर्वम् इति वदामः. तत्र पूर्वम् इति पदं उपपदमस्ति. पूर्वम् इति पदं योजयित्वा वदामश्चेत् तत्र तस्मात् पूर्वं पञ्चमी विभक्तेः उपयोगं करणीयम् इति वयं ज्ञातवन्तः गते सप्ताहे. तदनन्तरम् अत्र भवन्तः वदन्तु, अत्र केनापि पदस्य विषये तत्र प्रश्नाः सन्ति वा, अत्र कोऽपि ज्ञातुमिच्छन्ति वा पदस्य विषये. अत्र केवलं व्याकरणविषयान् पश्यामः. भवन्तः अवगतवन्तः एव अभ्यासः. अत्र एकं वक्तुमिच्छामि. अत्र क्तवत् प्रत्ययान्तानां विषये अत्र क्तवत् प्रत्ययः तत्र क्तवत् प्रत्ययं योजयित्वा वदामश्चेत् तत्र पुरुषभेदः नास्ति, केवलं लिङ्गभेदः वचनभेदः एव अस्ति. इत्युक्ते किम्? इत्युक्ते अहं गृहम् आगतवती, भवती गृहम् आगतवती, एषा गृहम् आगतवती इति वदामः. इत्युक्ते अत्र अहं योजनेन, त्वं योजनेन, भवती इति पदं योजनेन तत्र आगतवती इति पदमेव आगच्छति. इत्युक्ते अत्र पुरुषभेदः नास्ति, परन्तु लिङ्गभेदः अस्ति इति तु वयं जानीमः. अहम् आगतवती, भवान् आगतवान्. क्तवत् प्रत्ययान्तानां विषये पुरुषभेदः न भवति, परन्तु लिङ्गभेदः अस्ति. अत्र किमर्थम् इति पदमस्ति. किमर्थम् इत्युक्ते किम्? संस्कृतभाषायाम् अन्यं पदं वदन्तु. किमर्थम् इत्युक्ते किं प्रयोजनं? किं प्रयोजनं? केन कारणेन? केन कारणेन अथवा कस्मात् कारणात्? कस्मात् कारणात् इत्यपि वक्तुं शक्नुमः. अत्र मम भगिन्याः पृष्ठवेदना आसीत् इत्युक्ते इदानीम् अपि अस्ति वा? नास्ति. नास्ति इत्युक्ते गते अस्ति, गते काले अस्ति. अत्र कश्चन वैद्यः वदतु महोदय. अत्र रघुवीर, अहम् इदानीं प्रायः 20 आसनानि जानामि. 20 आसनानि अत्र इत्यायि भक्ति. आं महोदय. अत्र किमर्थं तथा इत्युक्ते साधारणतया वयं सङ्ख्याः जानीमः. अत्र विंशतिः इति पदमस्ति, परन्तु किमर्थं 20 इति दत्तमस्ति? जानामि तत्र तस्य आसनानि आसनानि अस्य विशेषणास्ति. 20 आसनानि जानामि. अत्र इत्युक्ते अत्र सम्यक् महोदय. अत्र जानामि इति पदमस्ति. किं जानामि? आसनानि जानामि. आसनानि जानामि, परन्तु अत्र आसनानि इति पदं द्वितीयविभक्तौ अस्ति, परन्तु नपुंसकलिङ्गपदम् इति कृत्वा किं जानीमः, रूपं समानम्. कालान्तरे तस्याः आरोग्यं समीचीनं जातं, वेदना च अपगता. अत्र अपगता इत्यस्मिन् विषये किञ्चित् पश्यामः. अपगच्छति, अपगच्छति इत्युक्ते उषा भगिनी वदतु. अपगच्छति अपगच्छति उत्तमम्. अपगच्छति वदतु भगिनी. अपसरति उत्तमम्. अत्र इत्युक्ते अत्र वयं जानीमः एव अप किं प्रत्यय भगिनी. अत्र अपगता अपि शान्तप्रत्ययं महोदय. अत्र वयं उपसर्गः अस्ति महोदय. अत्र अप द्वाविंशतिषु उपसर्गेषु अत्र अन्यतमः उप उपसर्गपूर्वकः उपन अत्र अप अप क्षम्यताम् अप उपसर्गपूर्वकः गम् धातुः. अप उपसर्गपूर्वकः अपगच्छति, परन्तु अत्र प्रत्ययान्तरूपम् अतः अपगत इति प्रातिपदिकं रूपं. परन्तु अत्र शिरोवेदना इति पदस्य विशेषणत्वेन प्रयुक्तमस्ति अतः मम शिरोवेदना अपगता. इत्युक्ते अथवा मम आनन्दः भूमा भगिनी वदतु. मम आनन्दः अपगतः. आनन्दं सन्तोषः अपगतः. आनन्दम् अपगतम् अपगतम् उत्तमम्. अत्र अनेन इति पदमस्ति. अनेन इत्यस्मिन् विषये किञ्चित् वदतु. कस्य रूपं पञ्चमी तृतीयाविभक्ति क्षम्यतां तृतीयाविभक्ते अत्र एतेन इति पदमस्ति. एतेन पदस्य पर्यायवाचकपदम् अनेन. एतेन अहं प्रेरणां प्राप्तवान् इति वाक्यमस्ति. एतेन इति शब्दस्य पर्यायपदम् अन्यं पर्यायपदं पर्यायपदम् इति वक्तुं शक्नुमः. किमर्थं चेत् तत्र अयं शब्दः अस्ति. अयं शब्दस्य तृतीयारूपम् अनेन. अनेन प्रेरणां प्राप्तवान्. अत्र होरा इति पदमस्ति, नूतनं पदं. तस्मिन् विषये वदतु भगिनि भूमौ भगिनी. होरा इत्युक्ते होरा प्रतिदिनं प्रातः एक होरा सूचकं होरा इत्युक्ते अहं चिन्तयामि अहमपि शब्दकोश उत्तमं भगिनि शब्दकोशं दृष्टवती. होरा इत्युक्ते घण्टा. घण्टा एकहोरा एकं घण्टा. एका घण्टा. एका घण्टा उत्तमम्. अत्र सः वदति अस्माकं कार्यालयस्य निकटे एकं योगकेन्द्रम् अस्ति इति अस्ति. निकटे इत्यस्य पर्यायवाचकपदानि वदन्तु. समीपे. अनन्तरं भगिनि वदतु. पार्श्वे. इतोपि जयन्त महोदय वदतु अथवा वंशीसुधा भगिनी. अत्र अस्मिन् विषये अत्र निकटे अथवा समीपे सकाशे पार्श्वे सविधे तथा बहूनि पर्यायवाचकपदानि सन्ति. यथा अत्र महोदयः आचार्यमहोदयः उक्तवान् विंशतिम् आसनानि, तत्तु एकः विशेषविषयः. अत्र सूर्यनमस्कारः इति पदमस्ति, परन्तु अत्र सूर्यनमस्कारान् करोमि. रूपं किं भगिनि भूमा भगिनी वदतु. तृतीयाविभक्ति. वचनं बहुवचनं उत्तमं. त्रयोदश सूर्यनमस्कारान् करोमि. अनन्तरं जीवनविधानम् इति पदमस्ति. तत्र जीवनविधानम् इत्यस्मिन् तत्र समासः अस्ति. अहं चिन्तयामि षष्टि जीवनस्य विधानम्. परन्तु अत्र एकमेव पृच्छामि, अत्र नित्यं योगासनस्य अभ्यासाः प्रचलन्ति इति पदमस्ति. मम गृह अस्माकं गृहे योगासनस्य अभ्यासाः प्रचलन्ति. अस्मिन् विषये अत्र अस्मिन् वाक्ये कर्मपदम् अस्ति वा? कर्मपदं भानुचैतन्यमहोदय वदतु. द्वितीया विभक्ति तु न दृश्यते तत्र. इत्युक्ते कर्मपदम् इत्युक्ते कर्मपदं नास्ति अस्मिन् वाक्ये. अस्माकं गृहे नित्यं योगासनस्य अभ्यासाः प्रचलन्ति. अभ्यासाः प्रचलन्ति केवलं प्रथम बहुवचनमेव अस्ति. इत्युक्ते उत्तमं भगिनि, इत्युक्ते प्रा उपसर्गपूर्वकः चल् धातुः अकर्मकः इति अहं चिन्तयामि अत्र. अनन्तरम् अत्र भानुचैतन्य महोदय भवान् वदतु, इत्येव अत्र सन्धिः कः? इति एव यन्सन्धिः महोदय. तत्र सूत्रं किम्? उत्तमम् उत्तमम्. अन्येषां कृते उत्तमं महोदय. अनन्तरम् अत्र शक्यते इति पदमस्ति. वयं जानीमः इदानीं पर्यन्तं शक्नोति इति जानीमः, परन्तु अत्र नूतनं पदमस्ति शक्यते. तत् किम्? आत्मनेपदे उभयपदे इति अहं चिन्तयामि. आत्मनेपदे रूपं तत् ते इति अन्ते अस्ति, परन्तु ते इति अन्ते अस्ति इति कृत्वा तथा न वक्तुं शक्नुमः. परन्तु अत्र यकारः अपि अस्ति. अहं चिन्तयामि या अस्ति चेत् तत्र कर्मणि प्रयोगे कर्मण्यर्थे उत्तमम्. अनन्तरम् एकमेव पदमस्ति कदाचित् इत्युक्ते किं? वंशसुधा भगिनी वदतु. कदाचित् कदा अपि चित् चित् प्रयोगमस्ति भवन्? इत्युक्ते कदाचित् इत्युक्ते वयं कदा जानीमः, परन्तु कदाचित् इति नूतनं पदम्. कदा इस् वेन् चित् प्रयोगे वदामि. इत्युक्ते कदा कदा इति वयं न जानीमः, ते सा न जानाति. कदाचित् मिलामः, कदाचित् मिलामः इत्युक्ते यदि चित् अथवा चन अथवा अपि प्रयोगं कुर्मः चेत् अनिश्चितार्थः अर्थः आगच्छति, अर्थम् आगच्छति. चित् चन योजनेन अनिश्चित अर्थः भवति. अधुना वयम् अत्र एकमेव अभ्यासः अस्ति, शीघ्रं तत् समापयामः. अत्र शक्यते आत्मनेपदीय भगिनि, शक्यते आत्मनेपदी या वा लैक् परस्मैपदी भगिनि? अत्र अहं यकारः अस्ति इति कृत्वा अहं कर्मण्यर्थे इति चिन्तयामि, परन्तु दृष्ट्वा वदामि भगिनि. परन्तु अत्र गते सप्ताहे वयं दृष्टवन्तः, भवती एव पृष्टवती मैल् इत्युक्ते किं, भवन्तः दृष्टवन्तः वा? क्रोशकः वा? क्रोशकः योजनम् इति भिन्नः. योजनं योजनं भिन्नः, क्रोशकः इति अस्ति. अत्र उषा भगिनी भवती एव पठतु. अत्र अवधेयम् इति दत्तमस्ति, तत्र किं लिखितमस्ति? किं, कुत्र, कति, कदा, कुतः, कथं, किमर्थम् इति एते प्रश्नवाचकाः शब्दाः सन्ति. एतेषां शब्दानां प्रथमम् अक्षरं क इति अस्ति, अतः एते सप्तप्रश्नवाचकाः शब्दाः ककारः इति प्रसिद्धम्। अतः सप्तककारान् उपयुज्य एकं दीर्घं वाक्यं रचितम् अस्ति। आकाङ्क्षा पदद्या वाक्यस्य खण्डाः कृताः सन्ति। एवं यत्किमपि क्रियापदं स्वीकृत्य उचितवान् प्रश्नान् उपयुज्य दीर्घवाक्यानि रचयितुं शक्यते। शक्यते, उत्तमं भगिनि। अत्र सप्तककाराः तेषां विषये लिखितमस्ति। अत्र प्रथमं पदं वाक्यं पश्यन्तु, अत्र अवधेयम् इति पदमस्ति। वयं धेयं, तत्रापि धेयं, देयम् इति पदानि सन्ति। अत्र देयं दाधातुतः देयम् इति पदमागच्छति। देयम् इत्युक्ते दानं, यद् दातव्यं तदेव दानं। दाधातुतः दानम् अपि च देयम् इति पदानि आगतानि। भगवद्गीतायां वयं जानीमः एव, श्रद्धया देयम्। वाट् एवर् यु वाण्ट् टु गिव्, यु शुड् गिव् इट् वित् फुल् श्रद्धा। ततः आगच्छति वा भगिनि दीया? दीयते, दीयते इति पदमपि अस्ति, परन्तु देयं दानं, देयं दानं समानार्थकः। दानं उत्तमं, उत्तमं, उत्तमम् इत्युक्ते अत्र दाधातुतः देयम् आगच्छति, धाधातुतः धेयम्। महाप्राणधकारः, प्राण महाप्राणधकारात् एव आगच्छति। अत्र धेयम् इत्येव दत्तमस्ति। अत्र एकमेव अहं वक्तुमिच्छामि, अत्र दीर्घं वाक्यं रचितमस्ति। अत्र अत्र रघुपताचार्यमहोदय, भवान् वदतु, अत्र दीर्घवाक्यानि इति पदमस्ति, किमर्थम्? एकनिमिषं भगिनि, दीर्घ एकनिमिषं। तत्र णत्वं किमर्थं? साधारणतया वयं जानीमः एव वाक्यानि, दीर्घवाक्यानि, वाक्यानि अस्ति वा? वाक्यानि, वाक्यानि दत्तमस्ति। वाक्यानि, दीर्घवाक्य, वाक्यानि, वाक्यानि, दीर्घवाक्यानि, ककारं समस्तपदमस्ति, अतः ककार अस्ति, दीर्घवाक्यानि बाधा नास्ति वा अतः वा? आम् महोदय, वंशीसुधा भगिनी गते सप्ताहे एव वयं पठितवन्तः। वंशीसुधा भगिनी वदतु, अत्र दीर्घवाक्यानि किमर्थम् इति? समस्तपदमेव न भगिनि, समस्तपदम् एव, एकपदमेव अस्ति, पृथक् पदमस्ति भगिनि, दीर्घवाक्यं समस्तपदम्। दीर्घवाक्यम् इत्युक्ते रकारः, ऋकारः, अरकारः, रेफः निमित्तमस्ति। वाक्यानि कवर्गीयव्यञ्जनं, कवर्गीयवस्तु, या पवर्गीय, या यकारः अस्ति मध्ये, अट्पुप्वाङ्गुं वयेपि इति सूत्रेण नकारः, णकारः भवति, मूर्धनि ऋकारः। न भगिनि, अहं वदामि, एकवारम् अहं वदामि, परन्तु अत्र अहं वदामि एकम्, अत्र शृणोतु, अत्र दीर्घवाक्यानि इति पदमस्ति। साधारणतया एकमेव पदम् अस्ति, एकमेव पदे, एकस्मिन्नेव पदे, समानपदे निमित्तम् अस्ति, अपि च निमित्तम् इत्युक्ते रेफः अस्ति, अपि च दन्त्यनकारः अस्ति चेत् रसाभ्यां नोणः। परन्तु अत्र पदद्वयमस्ति, दीर्घवाक्यानि, पदद्वयं योजनेन अत्र समस्तपदं भवति। समस्तपदं, समस्तपदे णत्वं कुर्मः चेत् तत्र अन्यं सूत्रमस्ति, उपसर्गादसमासे णोपदेशस्य उपसर्गः नास्ति। उपसर्गः नास्ति, परन्तु अत्र उपसर्गः अपि पृथक् पदम् अत्रापि इत्युक्ते अत्र पदद्वयमस्ति, परन्तु निमित्तं पूर्वपदे अस्ति दीर्घ, निमित्तं पूर्वपदे अस्ति, परन्तु नत्वं द्वितीयपदे अभवत्, परन्तु अत्र उपसर्गादसमासेणोपदेशस्य इत्यनेन णत्वं भवति, परन्तु अत्र अट्कुप्वाङ्गं व्यवायेति अपि कार्यमस्ति. किमर्थम्? अत्र रेफात् अनन्तरं ये ये वर्णाः सन्ति ते बाधकवर्णाः न. अत्र घकारः अस्ति, घकारः कस्मिन् वर्गे अस्ति महोदय, वदतु. कवर्गे अस्ति. अपि च वकारः अस्ति, वकारः अपि बाधकवर्णः नास्ति. अपि च पुनः एकवारं ककारः अस्ति, यकारः अस्ति, अन्यस्वराः सन्ति, आकारः इत्युक्ते एतानि सर्वाणि अपि वर्णानि बाधकवर्णाः न सन्ति. अत्र व्यवधानं नास्ति, केवलं उचितवर्णाः एव सन्ति. तदर्थमेव अत्र निमित्तं पूर्वस्मिन् पदे अस्ति चेदपि तत्र बाधकवर्णाः न सन्ति इति कृत्वा अत्र णत्वम् अभवत्. तदर्थमेव दीर्घवाक्यानि इति पदम् आगतम्. अनन्तरम् अत्र खण्डः इत्युक्ते शकलम् अन्यं पदमस्ति. आकाङ्क्षापद्धतिः, भवन्तः जानन्ति वा आकाङ्क्षापद्धतिः इत्युक्ते किम्? कोऽपि वदति वा? गीताञ्जलि भगिनी वदतु वदतु महोदय. न, आकाङ्क्षा प्रश्नोत्तरेण आकाङ्क्षा किमपि कार्यं करोति, तस्य आकाङ्क्षा भवति किं करोति इति. उत्तमम्. इत्युक्ते किमर्थम् अत्र वयमपि अत्र गीताप्रवेशः द्वितीयभागे तत्र वयं भगवद्गीतायां पठामः, तत्रापि आकाङ्क्षापद्धत्या एव वयं पठामः. तत्र प्रश्नं प्रथमतया तत्र प्रश्नः अस्ति, प्रश्नस्य उत्तरं किम् इति एकवारं चिन्तनीयमस्ति. तदनन्तरम् उत्तरं मिलति चेत् अन्यं प्रश्नं पृच्छामः, तथा आकाङ्क्षापद्धत्या एव वयं पठिष्यामः पठामः. अत्र इत्युक्ते वि डिसर्व् आर् वि लुक् फार् द आन्सर् अत्र रीज़न् अथवा रीज़न् वदामः. अत्र शोभा भगिनी भवती वदतु, अत्र एकं वाक्यम् उक्तमस्ति, तत् बृहत् वाक्यम्. अत्र बृहत् वाक्यं किं पठतु. किं वाक्यं भगिनि? काश्याः राजा शतं वस्त्राणि सुवर्णपेटिकातः मन्दिरे सायङ्काले दक्षिणहस्तेन पुण्यार्थं ददाति. उत्तमम्. इत्युक्ते अत्र किं कृतम् इत्युक्ते ददाति इति एकमेव क्रियापदं स्वीकृत्य अत्र बहवः शब्दाः तस्मात् पूर्वं योजितः. अत्र अस्मिन् वाक्ये केवलम् एकमेव क्रियापदमस्ति. अत्र भगवद्गीतायां वयं भगवद्गीतायां कक्षायाम् अहं भगवद्गीताकक्षां गच्छामि, अत्र तत्रापि एकस्मिन् साधारणतया एकस्मिन् श्लोके प्रथमतया किं द्रष्टव्यं, तत्र क्रियापदं किम्, अस्मिन् श्लोके क्रियापदं किम् इति प्रथमतया द्रष्टव्यम्. अनन्तरं क्रियापदं जानीमश्चेत् तदनन्तरम् एव तत्र कर्ता कः, अनन्तरं विशेषणपदानि कानि इति वयं चिन्तनं कुर्मः. तस्य चिन्तनं तदनन्तरमेव भवति. इत्युक्ते अत्र सः अत्र उपरि परिच्छेदे किं दत्तमस्ति इत्युक्ते केवलम् एकमेव क्रियापदं स्वीकृत्य अन्यानि पदानि योजयित्वा दीर्घं वाक्यं रचितमस्ति. तदेव अत्र भवती एव करोतु. अत्र ददाति इति क्रियापदम् अग्रिमं पठतु. ददाति कः ददाति किं ददाति कति वस्त्राणि ददाति कुत्र ददाति कदा ददाति कुतः ददाति कथं ददाति किमर्थं ददाति काश्याः राजा ददाति सारि भगिनि कः ददाति काश्याः राजा ददाति किं ददाति वस्त्राणि ददाति कति वस्त्राणि ददाति शतं वस्त्राणि ददाति कुत्र ददाति मन्दिरे ददाति कदा ददाति सायङ्काले ददाति कुतः ददाति सुवर्णपेटिकातः ददाति कथं ददाति दक्षिणहस्तेन ददाति किमर्थं ददाति पुण्यार्थं ददाति उत्तमम् उत्तमम् इत्युक्ते भवती अपि तथा भवती अपि एकं दीर्घं वाक्यं रचयितुं शक्नोति इत्युक्ते भवन्तः अवगतवन्तः वा अत्र अत्र किं दत्तमस्ति अत्र प्रश्नाः सन्ति वा सर्वमेव सर्वं प्रश्नाः सन्ति वा अत्र काश्याः राजा विभक्तिः का वदतु भगिनि काश्याः षष्टिविभक्ति उत्तमम् इत्युक्ते भवन्तः जानन्ति एव अत्र एकमेव वाक्यं दत्तमस्ति तत्र एकमेव तस्मिन् वाक्ये बृहत् यद्यपि बृहत् वाक्यमस्ति परन्तु तत्र एकमेव क्रियापदमस्ति अन्यानि सर्वाणि पदानि सप्तककारान् योजयित्वा रचितमस्ति एतत् वाक्यं अधुना वदतु भगिनि नो एक्साम्पल् आफ् हौ टु समरैज् सो मेनि मीनिङ्ग्स् इन् वन् सेण्टेन्स् तत् उदाहरणमस्ति किं भगिनि उत्तमं लैक् इन् शास्त्रे उत्तमं भवन्तः अपि सर्वे एतादृशरीत्या एकं वाक्यं रचयन्तु अग्रिमे सप्ताहे बृहत् वाक्यं दीर्घं वाक्यम् अनन्तरम् अत्र प्रश्नाः सन्ति भवन्तः सर्वे गृहपाठरूपेण प्रश्नानाम् उत्तराणि लिखन्तु अधुना समापयामः अग्रिमम् अभ्यासम् आगामिसप्ताहे करिष्यामः स्थगयामः धन्यवादः भगिनि स्टे आफ्टर् द रेकार्डिङ्ग् फार् ए मिनिट् धन्यवादः भगिनि धन्यवादः